प्रथमपदम् उत्तरपदम् इति किं प्रथमानिर्दिष्टं समास उपपदजर्जनम् इति सूत्रेण अव्ययीभाव इति दीर्घसूत्रे निर्दिष्ट यथा इति शब्दस्य उपसर्जनं भूत्वा तस्य उपसर्जनं पूर्वम् इति सूत्रेण पूर्वनिपातः भवति इत्युक्ते यथाशक्ति इति रूपं निष्पन्नं भवति. तदनन्तरम् अव्ययीभावश्च इति सूत्रेण अव्ययसंज्ञा भवति. एवम् अव्ययीभावश्च इति द्वितीयान्तर्गतसूत्रेण द्वितीय अध्याय अन्तर्गतसूत्रेण तस्य नपुंसकलिङ्गम् एवं भवति. तदा यथाशक्ति इति इकारान्तम् अस्ति इति कृत्वा कृत्स्व नपुंसके प्रातिपदिकस्य इति सूत्रेण अजन्त नपुंसकलिङ्गस्य प्रातिपदिकस्य कृत्सुत्वं भवति इति कृत्वा यथाशक्ति इति रूपमेव तिष्ठति. तदनन्तरं सुबुत्पत्ति कृते ज्ञाप्रातिपदिकादेवं स्वौचस्थिति सूत्रेण सुप् विधीयते यथाशक्तियोगः सु. तदनन्तरम् अव्यातात् सुपः इति सूत्रेण सुप् लुप् भवति इति कृत्वा यथाशक्ति इति रूपम् एव तिष्ठति. समीचीनं महोदय. तत्र मम एकः प्रश्नः अस्ति, यथाशक्तिम् इति प्रयोगं कर्तुं शक्नुमः वा? न महोदय. अस्तु, किमर्थम् इति वदति वा? यथाशक्ति इति अव्ययम् अस्ति इति कृत्वा सर्वासु विभक्तिषु तस्य रूपमेव तिष्ठति. द्वितीया अपि यथाशक्ति एव भवति इति कारणेन द्वितीयविभक्ति अपि यथाशक्ति एव दृश्यते. समीचीनम् उत्तमम्. क्षम्यतां, म्यूट् मध्ये आसीत्. अत्र मम टिप्पण्यां प्रतिशास्त्रम् इति इति रूपस्य तत्र रूपसिद्धिः न दृश्यते. कोऽपि करोति वा तत्र प्रतिच्छात्रम् इति कथं भवति इति? विनय् महोदय, भवान् करोति वा? कासः अधिक अस्ति इति कृत्वा म्यूट् मध्ये भवामि. भवान् शृणोति वा? आम् शृणोमि, तु कासः अधिकः अस्ति इति कृत्वा म्यूट् मध्ये भवान्. ओके, प्रतिच्छात्रम् अत्र अस्ति. प्रतिच्छात्रं वा छात्र, प्रथम विषयः छात्रः, अदन्त अदन्तपदम् अस्ति. तर्हि प्रति अहं केवलं एकक्षण प्रतिछात्रम् अहं महोदय सारांशरूपेण वदतु महोदय, सम्पूर्णं वक्तव्यमिति नास्ति. तत्र मुख्यविषयः कः, कथं सोपानेन प्रतिच्छात्रं तथा प्रतिच्छात्रम् इति कथं भवति इति वदतु. कोऽपि चिन्ता नास्ति, परन्तु अहं केवलं लौकिकविग्रहवाक्यं पश्यतुं वदामि. परन्तु तत्र प्रतिच्छात्रं अत्र छात्रयोगः प्रति अर्थः द्वितीयः भवति, अथ छात्रयोगः अमं भवति. प्रति प्रत्ययः अस्ति. तदनन्तरं वयं क्रमेण प्राकटरात् सामान्य अव्ययः अथ अवैभावः विशिष्ट अव्ययः तदनन्तरं वयं कृदन्तात् कृदन्त समासः च प्रातिपदिक प्रायः स्वयमेव भवति. वयं कोऽपि कार्यं न करोमि प्रातिपदिक सम्बन्धे, परन्तु तदनन्तरं यथा प्रातिपदिक अस्ति तर्हि सुपवं प्राति धातुप्रातिपदिकयोः लुक् भवति, अदर्शनं लुक् प्रायः भवति. तदन् अदर्शनं लोपः अस्ति तर्हि एव वयं प्रत्यं प्रत्यलक्षणं वदामः, सुबन्त्यन्तम् अपि वदामः. परन्तु प्रातिपदिक इदानीम् आयाति. प्रातिपदिक कः कः? प्रातिपदिक छात्रयोगः प्रति. अतः दीर्घसूत्र आधारेण कार्यद्वयं भवति. एककार्यम् अनवयं सह समस्यते वा सुबन्तेन सह समस्यते. द्वितीयकार्य प्रथमा भवति निर्दिष्टः. परन्तु अतः उपसर्जनं संज्ञा समासे प्रथमनिर्दिष्टम् आयाति. तदनन्तरं उपसर्जनं पूर्वं कार्यं भवति, तदनन्तरं पूर्वनिपात फलमस्ति. तर्हि वयं प्रति छात्र प्रतिछात्र निष्पन्नः. प्रतिछात्रः अनन्तरं अदन्त प्रातिपदिक अस्ति. त्रीणि सूत्राणि क्रमेण आयान्ति. प्रथमसूत्र न वैभावात् अथवा तु पञ्चम्याः पञ्चमी विना अम्भाव भवति. द्वितीयसूत्र अस्ति अम्भावः केवलं भवति परन्तु कार्यं न भवति. कार्यं भवति अमिपूर्वः आधारेण. तर्हि त्रयः सूत्र आयाति. तृतीया सप्तम्योः त्रयसप्तम्योः बलम् आधारेण विकल्पेन अम्भावः भवति. पूर्वम् अम्भावः अधिकृतः. महोदय एकनिमिषम् तत्र यथा वयं यदा वयं सुप् विभक्ति विभक्तिं योजयामः तस्मात् पूर्वमेव सन्धिकार्यं करणीयं, यत् तत्र पदयोः मध्ये सन्धि भवति चेत् तत् करणीयं, तदनन्तरमेव सुप् योजनं भवति. सुप् योजनात् पूर्वं तदनन्तरं सन्धिकार्यं न कुर्मः. प्रातिपदिकं पूर्णतया निष्पन्नं भवेत् तदनन्तरमेव सुप् योजनं भवति. इदानीं तत्र प्रातिपदिकनिष्पन्ने निष्पन्नसमये तत्र किं वैशिष्ट्यमस्ति? प्रतिच्छात्रम् इत्यत्र प्रतिच्छात्र प्रतियोगच्छात्र इत्यत्र तद्वत् प्रतियोगच्छात्र प्रतियोगच्छात्र वयं पठितवान्. छेचः प्रत्यय अस्ति. छेच सूत्र अस्ति. अतः छेचः सूत्र आधारेण हरस्व स्वरस्य तुक् आगमः भवति. न तुक् आगमः कः? तुक् आगमः तु अवशिष्यते. अतः छात्र नो कक्ष क्षम्यतां प्रति प्रतित् प्रतित् प्रतियोगच्छात्र भवति प्रतियोगच्छात्र भवति छात्र भवति तदनन्तरं एकसन्धि वयं जानीमः अस्ति स्तुः शुनः स्युः तदनन्तरं च आदति हलन्तचः अतः प्रति प्रतिशिक्षात्रं भवति प्रतिशिक्षात्रं उच्चारणं छात्र भवति तमै क्षम्यतां छात्रं नास्ति प्रतिच्छात्र प्रतिछात्रः प्रातिपदिकम् अस्ति अतः यदि वयं प्रातिपदिकं पश्यामः तर्हि प्रातिपदिक प्रत्यय विना कोऽपि व्यवस्था नास्ति तर्हि सुप् सुप् आयाति अतः प्रतिछात्रयोगसुप् परन्तु अग्रे वयं अवैभावच अग्रे करणीयम् अव्यभावच अर्थः अव्यभाव अपि च नपुंसकं समस्तपदं नपुंसकं स्यात् तर्हि वयं अवैभावात् सुप् आयाति तदनन्तरं लुक् भवति परन्तु अत्र त्रीणि सूत्राणि अहं पूर्वं वदामः त्रीणि सूत्राणि आयाति प्रथमसूत्र न सुबुक् अपि अन्तर्भूतः अदन्तात् अव्यभावात् यदि मम न अव्यात् वदामः तर्हि न अर्थः न सुबुक् तर्हि अदन्तात् वैभावात् अवञ्चम्याः सूत्र भवति अभावः अस्ति तर्हि पूर्वः आधारेण द्विप्रकार अकारः भवन्ति अभिसम्बन्धे अकारः अस्ति अपि च पदं सम्बन्धे अकारः अस्ति पूर्व अकारस्य आदेशः भवति तदनन्तरम् एव अम्भाव स्पष्टतया भवति परन्तु अत्र अग्रे तृतीयसप्तम्योः प्रति गच्छामः तर्हि सप्तमी विभक्ति बहुलम् आधारेण अम्भावः भवति यद्यपि पूर्वसूत्र अम्भावः अधिकृतः प्रथमसूत्र अम्भावः अधिकृतः परन्तु अत्र बहुलम् आधारेण विकल्पे भवति अतः तृतीयविभक्तिकोशः वयं तृतीय पञ्चमी अपि च सप्तमी कोश कोशे रूपं आनयामः परन्तु एक अन्यसूत्र अस्ति सूत्र आधारेण तृतीया इन् आयाति पञ्चमी आप् आयाति अपि च इन् अपि च आत् अहं न स्मरामि सप्तमी भावे परन्तु राम् भवति अतः प्रतिछात्रं प्रति छात्रं प्रतिछात्रं तृतीय प्रतिछात्रेण प्रतिछात्र प्रतिछात्राभ्यां प्रतिछात्रैः भवति. पञ्चमी वयं प्रति छात्रात् प्रतिछात्राभ्यां प्रतिछात्रेभ्यः पश्यामः. सप्तमी प्रतिछात्रे प्रतिछात्रयोः प्रतिछात्रेषु प्रायः वयं पश्यामः प्रतिछात्रमपि भवति सप्तमी अपि च तृतीया परन्तु पञ्चमी विना. क्षम्यतां महोदय, अहं किञ्चित् न समर्थव्यम्. महोदय क्षम्यताम्, अहं चिन्तितवती चेचा अभवत् इति, क्षम्यताम्. चिन्ता मास्तु भगिनि, मम टिप्पण्यां नासीत्. अस्तु, प्रायः मम दोषः अपि मम दोषः अस्ति. अस्तु, तत्र चेचा इति सूत्रे संशयः अस्ति वा यस्य कस्यापि? तस्मिन् सूत्रे इति कृति इति दृश्यते, अनुवृत् न भवति. हृस्वस्य पिति कृति तुक् अस्मिन् विषये नास्ति, किन्तु पिति कृते तस्मिन् विषये पृच्छतु महोदय. इदानीं न पृच्छतु, केच इति सूत्रे संशयति चेत् पृच्छतु महोदय. सम्यक्, तत्र विषान्तरं भवति. तत्र पित् पित् अपि भवतु, तन्त्रं कृत् अपि भवतु. कृत् कृत् प्रत्ययेषु तत्र पित् किम् अस्ति इति द्रष्टव्यं. पित् प्रत्यय यतः पित् अस्ति वा इति द्रष्टव्यं. तदा ह्रस्वस्य किमपि उदाहरणं दृष्ट्वा वदामि तदनन्तरम्. इदानीं मम मनसि उदाहरणं नास्ति. सम्यक् महोदय, अस्तु. तत्र सामान्य तद् सूत्रं दृष्ट्वा एव ज्ञातुं शक्नुमः. ह्रस्वस्य ह्रस्वस्य इत्युक्ते ह्रस्वस्वरः स्यात्, तदनन्तरं पित् प्रत्यय परे स्यात्, तदनन्तरं कृत् कृत् प्रत्यय अपि भवतु इति अर्थः. तदा तुक् भवति, तस्य तुक् भवति इत्युक्ते तत्प्रत्ययात् पूर्व आद्यन्तौ टक्कितौ टक्कितौ इति परम् अस्ति इति कृत्वा तत्र ह्रस्वस्य अनन्तरं ह्रस्वस्वरस्य अनन्तरं भवति इत्यर्थः. सामान्यार्थः अस्ति, द्रष्टव्यं. मम संशयं धातु प्रक्रियामस्ति, तत्र तिप् अस्ति. तदनन्तरम् अनन्तरं वर्गस्य अनन्तरं पश्यामः महोदय, समय अहमपि न जानामि कथं कार्यं करोति इति. अष्टाध्यायी डाट् काम् दृष्ट्वा किञ्चित् परिचयामि. आं महोदय. अस्तु, गोमती भगिनी, तादृशार्थे तादृशार्थे इति दीबुद् गोमती भगिनी. अस्तु अस्तु, सादृश्यर्थे, सादृश्यं नाम औपम्यं, सिमिलारिटि. सः इति अव्ययस्य प्रयोगः क्रियते. सः इति अव्ययस्य बहवः अर्थाः सन्ति, तेषु सादृश्यम् इत्यर्थः अन्यतमः. हरेः सादृश्यं सहरि, हरेः सदृशः. सादृश्य अर्थे अत्र यथा इति अव्ययपदस्य सादृश्य अर्थे कथं प्रक्रिया भवति इति वयं पश्यामः. सादृश्यपदस्य अर्थं भवति औपम्यम् इत्युक्ते सिमिलारिटि. संस्कृतपदं न जानामि. औपम्यम् इति कथं भवति इति जानाति वा? अहम् अधिकं न जानामि. उपमासम्बन्धि तद्धित अस्ति. सत्यं तद्धित अस्ति. उपमायाः भावः सम्बन्धः अथवा भावः अस्ति इति कृत्वा तत्र उकारस्य औ भवति औपम्यम् इति नपुंसकलं लिङ्गम् अस्ति. औपम्यम् उपमायाः भावः तत्र सादृश्यर्थे सः इति अव्ययस्य प्रयोगः क्रियते. सः इति अव्ययस्य बहवः अर्थाः सन्ति. तत्र सादृश्यर्थ वयं नीत्वा अत्र प्रयोगं कुर्मः. उदाहरणे हरेः सादृश्यं पदम् समासप्रक्रियानन्तरं भवति सहरि. हरेः सदृशः अर्थः वा भवान् हरेः सदृशः. हरेः सदृशः द्वितीयरूपमस्ति वा अथवा तदहं न जानामि. स हरि इति किम् अत्र लिखति अस्ति? हरेः सदृशः कोऽपि अन्यः अस्ति इदानीं? सः हरेः सदृश अस्ति. हरेः सदृश हरि इव अस्ति सः. हरि रूपे तत्र सादृश्यं भवति अथवा गुणे वा सादृश्यं भवति. पठामि अग्रे पठामि. तत्र प्रक्रिया करोतु भगिनि. प्रक्रिया करोतु. हरेः सादृश्यम् अलौकिकविग्रहवाक्यं भवति हरि योगः नस योगः सः. अव्ययं भवति. प्राकटारसमासाः इति सूत्रेण समासाधिकारे भवति. अनन्तरम् अव्ययीभावः इति सूत्रेण अव्ययीभावसंज्ञा भवति. अनन्तरम् अव्ययविभक्ति समीप समृद्धि वृद्धि अर्थाभावात् सम्प्रति शब्दप्रादुर्भावपश्चात् यथा इति दीर्घसूत्रेण हरि इति सुबन्धपदं सः इति अव्ययपदेन समस्यते. अव्ययभावसमाससंज्ञा भवति. अनन्तरं ज्ञाप्यकृत्तथितसमासश्च समासः इति सूत्रेण प्रातिपदिकसंज्ञा भवति. प्रातिपदिकसंज्ञा भवति. अनन्तरं सुपो धातु प्रातिपदिकयोः इति सूत्रेण सुपः लोपः भवति. अङ्गस् लोपः भूत्वा हरि तिष्ठति. अनन्तरं सः अपि तिष्ठति. सः इति अव्ययपदमस्ति. तत्तु पदमेव अस्ति. वयं सुप्रत्यया न दृष्ट्या पश्यामः. तत्र हरि योगः सः इति भवति. अत्र दीर्घसूत्रे विधिसूत्रे यथा इति पदम् अव्ययसंज्ञा भूत्वा भवति. अत्र अपि तद् अत्र हरि सः अत्र तद् सः इति पदम् अव्ययं सूत्रे अव्ययपदं सः इति पदस्य सूचना ददाति. अव्ययं तत्र प्रथमविभक्तौ अस्ति. उपसर्जनमस्ति. अतः सः अपि उपसर्जनं भूत्वा अग्रे आगच्छति. सः हरि इति रूपं भवति. अनन्तरं सः हरि अव्ययीभावश्च अव्ययीभावश्च इति सूत्रद्वयेन अव्ययसंज्ञा प्राप्नोति. अनन्तरं नपुंसकलिङ्गम् अपि भवति. सः हरि अनन्तरम् अत्र ह्रस्व नपुंसके प्रातिपदिकस्य सूत्रेण प्रातिपदिकस्य ह्रस्व भवति, अत्र तु ह्रस्व एव भवति, अतः सः हरि एव अवशिष्यते. अनन्तरं अव्ययीभावे चाकाले इति सूत्रेण अव्ययीभावसमासे सः इत्यस्य स्थाने स इत्ययम् आदेशो भवति अकालवाचिनी उत्तरपदे. यदा कालवाची न अस्ति चेत् सः हरि तु कालवाची न, अतः अत्र अव्ययीभावे च काले सूत्रं कार्यं कृत्वा सः स भवति, तु स हरि. तत्र अव्ययीभावे च काले इति सूत्रं किं वदति इति चिन्तयति अधोभागे लिखितमस्ति, तत् पठति वा? अव्ययीभावे च काले अव्ययीभावसमासः समासे कालवाची शब्दः नास्ति चेत् तत्र सः इति अव्ययपदं स भवति, स आदेशः भवति, सः इत्यस्य स आदेशः भवति, अतः सः हरि सहरी भवति. अनन्तरं वयं सुप्रत्ययं योजयामः ज्ञापप्रातिपदिकस्य इति अधिकारसूत्रेण सु औजस् इति दीर्घसूत्रेण सूत्रं प्रयुज्य सु योजयामः, स हरियोगः सु. अत्र एतत्तु अदन्तं नास्ति, केवलं स हरि एव तिष्ठति, स हरि सु तिष्ठति. अव्ययपदमस्ति अतः अव्ययादाप् सुपः इति सूत्रेण तत्र सुप्रत्ययस्य लोपः भूत्वा सहरि इति समस्तपदं भवति, सहरि इति रूपं भवति, सहरि एव रूपं सर्वासु विभक्तिषु भवति. समीचीनम्. अस्तु, अत्र अविभावे च काले इति अपि अस्ति, तद् कोऽपि पठति वा? अत्र भवती एव पठतु भगिनि अविभावे च काले इति सूत्रम्. अविभावे च काले षष्टाध्याये तृतीयपादे एक अशीतिसूत्रे सूत्रमस्ति, अव्ययीभावसमासे सः इत्यस्य स्थाने स इत्ययम् आदेशो भवति अकालवाचिनी उत्तरपदे. अव्ययीभावे सप्तम्यन्तं च अव्ययीपदम् अव्ययपदम् अकाले सप्तम्यन्तं त्रिपदमिदं सूत्रं. सहस्य सः संज्ञायाम् इत्यस्मात् सूत्रात् सहस्य सः च अनयोः पदयोः अनुवृत्तिः भवति. अलुङ् उत्तरपदे इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति. अनुवृत्तिसहितसूत्रम् अव्ययीभावे च सहस्य सः अकाले उत्तरपदे. अत्र अव्ययीभावे च काले इति सूत्रस्य विवरणं ददाति. यदा अव्ययीभावसमासः भवति तत्र सः इति पदम् अस्ति चेत् अनन्तरम् उत्तर सः इति सः पदं पूर्वम् उत्तरपदे कालवाची शब्दः नास्ति अकालवाचिनी शब्दः अस्ति चेत् अव्ययीभावे च काले इति सूत्रं कार्यं करोति. वयं दृष्टवन्तः क्षम्यतां तदा सकारस्य सः इत्यस्य स आदेशः भवति, स आदेशः भवति तावदेव अस्ति. तत्र दृष्टवन्तः वयं दृष्टवन्तः काले. अस्तु भगिनि, धन्यवादः. धन्यवादः. अस्तु, अत्र पुस्तके वयं पश्यामश्चेत् तत्र दशाधिक एकशततमं पुटं स्वीकुर्वन्तु. तत्र षष्ठाध्याये तृतीयपादः इति अस्ति, उत्तरपदे इत्यधिकारः अनुदुग्गुत्तरपदे इति सूत्रं तत् अधिकारसूत्रमस्ति. ततः आरभ्य तत्र कियत्पर्यन्तं गच्छति इति तत्र उत्तरपदे तत्र तत्र उत्तरपदे उत्तरपदे दीर्घः दीर्घः तदनन्तरं अग्रिमपुटे द्वितीय संहिताधिकारपर्यन्तं गच्छति इति अहं चिन्तयामि. तावत् उत्तरपद अधिकारमस्ति अस्मिन् अधिकारे एव अविभावेशकाले इति तत्र द्वादशाधिक एकशततमपुटे द्वितीयस्तम्भे अस्ति 81 तत्र एकाशीतितमं सूत्रमस्ति अविभावेशकाले. अस्तु, बहूनि कार्याणि उत्तरपदे अधिकारे सन्ति इति तत्र उत्तरपदे ह्रस्वम् आत्वम् इति बहूनि कार्याणि सन्ति क्रमशः प्रायः पठेम. यथा तद्धिताधिकारे कानिचन कार्याणि सन्ति तादृशमेव अस्मिन् अधिकारे अपि समासविषये कार्याणि सन्ति. समासः सामान्यतया तत्र तद्धित अपि तद्धितप्रत्ययानां प्रयोगः भवति. तेन उत्तराधिकारकार्याणि भवन्ति. तदनन्तरं समासकार्याणि भवन्ति. तेन कर्मप्रवचनीयसम्बद्धकार्याणि अपि आगच्छन्ति. सर्वत्र तस्य बहु दीर्घमस्ति समासः. प्रक्रिया अपि दीर्घा अस्ति. अस्तु, इदानीम् आनुपूर्वे अर्थे तत्र अरुणा भगिनी आनुपूर्व्यार्थे अर्थे अभयम् आनुपूर्वे आनुपूर्वः नाम सूत्रे आनुपूर्वार्थे अव्ययम् सूत्रे दीर्घसूत्रे अस्ति. अव्ययं विभक्ति समीप समृद्धि वृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्ययोगपद्यसादृश्यसम्पत्तिसाकल्यानन्तवचनेषु इति सूत्रे आनुपूर्व्यार्थः. सूत्रे आनुपूर्वार्थे अव्ययम् आनुपूर्वः नाम अनुक्रमः क्रमशः इति. अत्र अनु इति अव्ययस्य प्रयोगः क्रियते. आनुपूर्वार्थः इत्यनेन कश्चन क्रमः अपेक्षितः. यस्मिन् अर्थे अनु इति अव्ययं प्रयुज्यते अस्माभिः यथा माता अनुकनिष्ठं भोजनं परिवेषयति. अस्मिन् वाक्ये नियमः कः इत्युक्ते कनिष्ठम् आरभ्य परिवेषयति इत्यर्थः. अनुज्येष्ठं नमति. ज्येष्ठं नमति प्रथमं अत्यन्तं ज्येष्ठानां प्रथमं नमस्कारं कुर्मः. तदनन्तरं वयसि यः न्यूनः अस्ति तस्मै नमस्कारं कुर्मः. तादृशक्रमः अस्ति. तादृशक्रमः अस्ति अनु आनुपूर्व्यः इति वदामः. सः क्रमः आनुपूर्व्यः इति वदामः. वदतु भगिनि, एकं प्रक्रियां करोतु. तत्र अलौकिकविग्रहवाक्यं ज्येष्ठस्य आनुपूर्वेण अनुज्येष्ठम् अनुज्येष्ठम् इति अलौकिकविग्रहं. ज्येष्ठ योगः नश् योगः अनु. तदनन्तरं प्रथमं समासज्ञा विशिष्ट विशिष्टसंज्ञा अव्ययभावः सूत्रेण अव्ययं विभक्ति समीप समृद्धि वृद्धि अर्थ अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य योगपद्य सादृश सम्पत्ति साकल्य अनुवृ अन्तवचनेषु सूत्र अव्यय अनु इति अव्यय सुबन्तपद पदात् समस्यते. तदनन्तरं कृत्पदित्तसमासूत्रेण प्रातिपादिकसंज्ञा भवति. कृपोदात् प्रातिपदिकायोः सूत्रेण लुक् नस् लुक् भवति. पदसंज्ञा आगच्छति प्रसुप्तिङ्गन्तं पदम् अव्ययात् आपसुपहायकेन अव्ययस्य पदस्य प्रत्ययस्य लुक् अभवत्. तदनन्तरं प्रथमनिर्दिष्ट समास उपसर्जनमत्र अनु इति अव्यय प्रथमविभक्ति अस्ति. तदः उपर्जनसंज्ञा भवति. उपसर्जनपूर्वम् इति सूत्रेण अनु निपातः भवति. ततः अनुज्येष्ठ इति रूपम् अस्ति. ततः अव्ययीभावश्च इति सूत्रेण अव्ययसंज्ञ अव्ययीभावश्च इति सूत्रेण नपुंसकलिङ्गसंज्ञा भवति. अव्ययीभाव नपुंसकात् अन्यश्च क्षम्यताम् अनु ज्येष्ठा अस्ति. ज्येष्ठा इति अजन्त सङ्गमस्ति. ततः अव्ययात् आपसुपः कार्यं कर्तुम् आगच्छति. परन्तु न अव्ययीभावात् भावात् अतो अमत्वपञ्चम्याः इति सूत्रे प्रभाद्य लोपप्रभाद्य अम् आग विधीयते. अमीपूर्वसूत्रेण पूर्वपरयोः एकरूपं पूर्वरूपं भवति. अनुज्येष्ठम् इति रूपं भवति पञ्चमीविभक्तिः विना. तदनन्तरं तृतीया सप्तम्यो बहुलम् इति सूत्रेण द्वे रूपं भवति. अनुज्येष्ठम् अनुज्येष्ठ अनुज्येष्ठे अनुज्येष्ठम् इति रूपद्वयं भवति. तत्र अनुज्येष्ठेन तत्र तद् नत्वं भवति वा? अनुज्येष्ठेन न महोदय, बाधकवर्णः अस्ति. एव अनुक्तम् आगच्छति. ततः समीचीनं, धन्यवादः. सूत्रे योगपदार्थे अव्ययम् इति अस्ति. तद् उषा भगिनी करोति वा? महोदय, योगपद्यार्थे न योगपद्यार्थे अत्र तत्र तु यथा इति शब्दे अन्तर्भूतः योगपद्यार्थः. अत्र सूत्रे अपि योगपद्यार्थः. अव्ययं विभक्ति योग ओके लास्ट् एकनिमिषं महोदय. ओके, अव्ययं विभक्ति समीप समृद्धि विरुद्धि अर्थाभाव अत्यय असंप्रति शब्दप्रातुर्भाव पश्चात् यथा आनुपूर्व्य योगपद्य सादृश्यसम्पत्ति साकल्य अन्तवचनेषु इति सूत्रे योगपद्यर्थे सूत्रे योगपद्यर्थे अव्ययं योगपद्यं नाम एककालता युगपत् इति युगपत् इति युगपत् नाम युगपद् नाम समानकाले एकत्र एकत्र भवनम् इत्यर्थः अत्र सः इति अव्ययस्य प्रयोगः क्रियते सः इति अव्ययं यौगपद्यविशिष्टसाहित्यार्थे अस्ति यौगपद्यम् इति वदनेन अन्यस्य अपेक्षा वर्तते यतोहि द्वयोः एकस्मिन् काले अवस्थानम् आवश्यकं सचक्रं शङ्कं विष्णुः वर्तते इति वाक्ये चक्रेण युगपत् शङ्कम् अपि वर्तते इति अर्थः अनुबुध्यते चक्रेण युगपत् सचक्रम् अलौकिकविग्रहः भवति चक्रयोगः टा योगः सः इति प्रक्रिया चिन्तनीया प्रक्रिया यदा स हरि इत्यत्र स हरि इत्यत्र आसीत् अत्र इदानीं किम् अवगतं योगपदार्थे एक एव अर्थः अस्ति तत्र यथा इति शब्दे योगपदार्थः नास्ति सूत्र इन् द सूत्र इट्सेल्फ् योगपद्यता तत्र योग्यता यथा अर्थे अत्र युगपत् इति भावः युगपत् इति भावः योगपद्यं तत्र योग्यता तत्र अणु इति अव्ययः अत्र तु किम् अव्ययं सः सः इति अव्ययः भिन्नम् अस्ति किञ्चित् भ्रमात्मकः भवति चक्रेण युगपत् सचक्रम् अलौकिकविग्रहवाक्यं चक्रयोगः टायोगः सः प्राकडारात् समासः इति समाससंज्ञा भवति अव्ययीभावः इति सूत्रेण अव्ययीभावसंज्ञा भवति अव्ययं विभक्तिसमीपसमृद्धि विरुद्धि अर्थाभाव अत्ययासं प्रति शब्दप्रातुर्भावपश्चात् इति दीर्घसूत्रेण सः इति अव्ययं चक्रं चक्रयोगः टायोगः सः सः इति अव्ययं चक्र इति सुबन्धेन समर्थेन समस्यते कृत्तदिदसमासाश्च इति सूत्रेण प्राकडारात् इति प्रातिपदिकसंज्ञा भवति सुपोधातुप्रातिपदिकयोः इति सूत्रेण अवयवरूपेण टा इति प्रत्ययलोपः भवति टा इति प्रत्ययः लोपः भवति देन् चक्रयोगः सः इति पदयोः मध्ये यत्पदम् उपसर्जनम् इति द्रष्टव्यं प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण यत्पदं समासविधायकसूत्रे प्रथमाविभक्तौ अस्ति तत्पदम् उपसर्जनं भवति दीर्घसूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति तत्कारणात् सः इति अव्ययं सूचयति सः इति अव्ययं उपसर्जनं भवति तस्मात् पूर्वनिपातकं भवति पूर्वप्रयोगम् अस्ति सहयोगः चक्र इति प्रातिपदिकम् अस्ति सहयोगः चक्र इति प्रातिपदिकं पदम् अस्ति सो अव्ययीभावश्च इति सूत्रेण अव्ययं भवति भिन्न अव्ययी भावश्च इति सूत्रेण नपुंसकलिङ्गं भवति. सः योगः चक्र इति पदम् अस्ति, तस्मात् सुप्रत्ययः विधीयते. सुप्रत्ययः ओके. अत्र समास तत्र समासे विद्यमानानां तत्र भिन्नम् अङ्ग अङ्ग पदानां पदसंज्ञा अस्ति एव. अत्र नूतनतया पदसंज्ञा अस्ति इति नास्ति. यदा वयं सुप् प्रत्ययं योजयामः तदा समस्तपदस्य पदसंज्ञा भवति इति अपि वदामः. प्रत्येकं पदस्य सुप्रत्य तदा समस्तपदस्य पदसंज्ञा भवति. प्रत्येकं पदस्यापि पदसंज्ञा अस्ति. तद् वदतु. ओके, चक्रयोगः सहयोगः चक्रः सहयोगः चक्रः चक्र सहयोगचक्र इति समस्तपदं पदम् अस्ति. समस्तपदस्य प्रत्येकं पदस्य पदसंज्ञा अस्ति. समस्तपदस्य पदसंज्ञा कथं भवति इत्युक्ते सुप् प्रत्ययं योजयामश्चेत् तत्र समस्तपदस्य पदसंज्ञा भवति. सुप्रत्ययस्य योजनस्य अनन्तरं पदसंज्ञा सुप्तिङन्तं पदम् इत्येव अस्ति. प्राप्नोति सहयोग. किञ्चित् सूक्ष्मविषयः अस्ति इत्युक्ते प्रत्येकं पदस्य पदसंज्ञा अस्ति. तदापि किमर्थं तत्र सुप् प्रत्ययं योजयामस्ति इत्युक्ते समस्तपदस्य पदसंज्ञा नास्ति. तदा सुप् प्रत्ययं योजयामश्चेत् तदा समस्तपदस्य पदसंज्ञा प्राप्नुमः. ओके ओके ओके. सहयोगः चक्र अस्ति. सहयोगः चक्र सुप्रत्ययः विधीयते. सुप्रत्ययः विधीयते चेत् चक्र इति अव्ययात् आप्सुपः इति प्रभात्य अकारान्त अङ्गम् अस्ति. न अव्ययीभावात् अतोम्त्वपञ्चम्याः इति सूत्रेण सर्वासु विभक्तिषु अम् इति विधीयते सर्वासु विभक्तिषु स्थाने. सहयोगः चक्रयोगः अम् सचक्रम् इति निष्पन्नं इति समस्तपदं निष्पन्नं भवति पञ्चमीविभक्तिविहाय. तृतीया सप्तम्योर्बहुळम् इति सूत्रेण सचक्रेण तृतीया विभक्तौ भवति. एण्ड् सप्तमी विभक्तौ वा सचक्रे ओ अन् ओ अव्ययी भावे च काले इति सूत्रेण सः इति अव्ययं स इति भवति अकालवाचि. ऐ फर्गाट् दट् विस्मरामः. अस्तु, धन्यवादः भगिनि. समीचीनं, धन्यवादः. एकनिमिषः. अत्र रोहिणी भगिनी. महोदय. आं महोदय. तत्र अविभावे च काले इति अस्ति खलु, तत्र ततः अधः तदनन्तरं परिच्छेदमस्ति. एकः परिच्छेदः अस्ति अस्मिन् सूत्रे उत्तरपदं कालवाचिनम् अविभावे च काले षष्ठाध्याये तृतीयपादे. न तत् वयं पठितवन्तः भगिनि. तदनन्तरम् अस्मिन् सूत्रे उत्तरपदं कालवाचिनं पदं चेत् सः स्थाने स आदेशः न भवति यदा सः पूर्वाह्नम् इति समासः. पूर्वाह्न इति प्रथमतत्पुरुषसमासः अस्ति. तस्य विग्रहवाक्यं पूर्वम् अह्ना दिनं पूर्वाह्नः. स सम्पूर्णं पूर्वान्नं सः पूर्वान्नं पूर्वान्न इति वाच शब्दं कालवाची अस्ति तस्मात् सः इत्यस्य स आदेशः न भवति. साकल्यार्थे अग्रे वक्ष्यमाणः अस्ति. साकल्यार्थे सः इति अव्ययसंज्ञकपदेन सः समासः भूत्वा सः पूर्वाणम् इति भवति. अत्र उत्तरपदे पूर्वाण इति शब्दः अस्ति, नाम दिनस्य पूर्वभागः इत्यर्थः. अत्र सः स्थाने स इति आदेशः न भवति. अव्ययीभावे चाकाले इति सूत्रेण अपि तु सः पूर्वाणम् इति एव समासः सिद्ध्यति. तत्र अर्थः कः इति वदति वा? पूर्वाणं कालवाचिनशब्दः अस्ति, तस्मात् सः इत्यतः स आदेशः न भवति. अस्तु, इत्येव अस्ति सारांशः अस्ति. तत्र सः एकनिमिषम् पूर्वाह्णः यदा पूर्वाह्ण इति पदेन वयं सः इति पदं योजामः तदा सः पूर्वाह्णं तत्र तत्र एव वयं सः पदस्य सकारादेशः न कुर्मः. इदं केवलं पूर्वाह्णम् अस्ति चेत् तत्र सः इति एव नास्ति खलु. सः पूर्वाह्णम् इति अस्ति चेत् तत्र एव सः इति पदस्य सकारादेशः न कुर्मः. साकल्यार्थे अग्रे वक्ष्यामः. साकल्यार्थे अस्ति, साकल्यार्थे किम् इति वयम् इति अव्ययीभावपदेन सः समासः भूत्वा सः पूर्वाह्णम् इति भवति. इदानीं साकल्यार्थे अपि सः इति पदं वयं तत्र सूत्रे अस्ति, साकल्य अन्तवचनेषु इति अस्ति, सम्पत्तिसाकल्यान्तवचने साकल्यस्य अपि सः इति अव्ययं भवति. तदा सः पूर्वाह्णं सः पूर्वाह्ण इति भवति. सः पूर्वाह्ण इतिष्ठिते तत्र सः इत्यस्य स आदेशः न भवति इति अर्थः. केवलं पूर्वाह्णम् अस्ति चेत् तत्र सः इत्येव नास्ति. अस्तु, एक भवती एक उदाहरणं स्वीकृत्य प्रक्रियां प्रदर्शयति वा? इदानीम् एकनिमिषम् अग्रिमम् अपि पठतु. सूत्रे सादृश्यार्थे अव्ययम्. सूत्रे सादृश्यार्थे अव्ययम्. अव्ययं विभक्तिसमीपसम्प्रति अर्थभाव अत्यय सम्प्रति शब्दप्रादुर्भाव पश्चात् यदा आनुपूर्वे यौगपद्ये सादृश्यसम्पत्ति साकल्य अन्तवचनेषु इति सूत्रे सादृश्यार्थे सादृश्यार्थः. सूत्रे सादृश्यार्थे अव्ययम्. सादृश्यं नाम तुल्यार्थं, तुल्यत्वं, गौणम् इति. अत्र सः इति अव्ययस्य प्रयोगः भवति. सदृशसङ्ख्या ससखि सोरि महोदय, सदृशः सख्या ससखि अलौकिकविग्रहः भवति. सखि ता करोति वा? सा सखि इति क्रिया कथं भवति इति वदति वा? क्षम्यतां महोदय, वदति वा प्रक्रियां? करोतु करोतु, अत्र प्रयत्नं करोति चेदेव आगच्छति. प्राकरसमासः इति सूत्रं समाससंज्ञा विधीयते. अव्ययीभावः इति सूत्रेण समस्तपदस्य अव्ययीभावसंज्ञा विधीयते. अव्ययं विभक्तिसमीपसमृद्धि वृद्धि अर्थाभाव अत्यय इति सूत्रेण अव्ययपदं समर्थेन सुबन्धेन समस्यते. अत्र सखि इति सुबन्धं सख्या सह, सः सखि इति शब्देन सह समस्यते. अलौकीयविग्रहवाक्यं भवति सखि ता सः. अत्र सुप धातुप्रातिपदिकयोः इति सूत्रेण सुप् इत्यस्य लुक् भवति सखि सः इति भवति उपसर्जनसंज्ञा भवति प्रथमानिर्दिष्टस्य अव्ययं समृद्धि अव्ययं विभक्तिसमीप इति सूत्रे अव्ययम् इति पदं प्रथमानिर्दिष्टं प्रथमाय प्रथमाविभक्त्या निर्दिष्टमस्ति तस्मात् अव्ययपदस्य पूर्वनिपातं भवति सखि सः इत्यस्य सः सखि इति भवति उपसर्जनं पूर्वम् इति सूत्रेण सः सखि इति स्थिते अव्ययीभावश्च इति सूत्रेण अव्ययीभाव अव्ययसंज्ञा भवति तदनन्तरं न्याप्रातिपदिकात् इति सूत्रेण सुप्रत्ययं योजनीयं परन्तु अव्ययादाप् सुप इति सूत्रेण सुप लुक् भवति तत्र तदनन्तरम् अव्ययीभावे तत्र सः सति एकनिमिषं भगिनि सः स्थिते अव्ययीभावे चाकाले इति सूत्रेण सः इति शब्दस्य स आदेशः भवति सखि इति भवति इति चिन्तयामि तत्र ह्रस्व नपुंसके प्रातिपदिकस्य इति सूत्रं कार्यं करोति वा अकारान्त नहि न न न ह्रस्व नपुंसके प्रातिपदिकस्य इति सूत्रं कार्यं करोति वा किं वदति ह्रस्व नपुंसके प्रातिपदिकस्य नपुंसकलिङ्गे हस्व भवति सखि इति शब्दं हस्व एव अस्ति अस्तु ह्रस्व एव अस्ति ह्रस्वस्य पुनः ह्रस्वत्वं भवति एवं भवति सः सखि इति अस्ति तदा किं भवति सुप् योजयामः सुप् योजनानन्तरं समीचीनं भवति तदा तत्र तृतीयसप्तमबहुलं भवति वा व्यक्तं न भवद् महोदय तृतीयसप्तम्योर्बहुलम् इति सूत्रं कार्यं करोति वा अन्तेन एव तत्र समीचीनम् उत्तमम् तत्र अदन्तं नास्ति इति कृत्वा तत्र अम्भावः न भवति चेत् तृतीयसप्तम्योर्बहुलमपि न कार्यं करोति समीचीनम् उत्तमम् इदानीं सरला भगिनि तत्र यथा तत्त्वेन एव सिद्धे पुनः तत् पठति वा भगिनि ततः आरभ्य पठति वा यथात्वेन एव सिद्धे पुनः सादृशग्रहणं गुणभूते अपि सादृशे यथा स्यात् इत्येवम् अर्थम् अर्थात् आदौ यथा इति शब्दस्य चत्वारः अर्थाः उक्ताः तेषु सादृशम् इति अर्थे समासः भवति इति पूर्वमेव उक्तम् अव्ययं विभक्तिसमीपसमृद्धिव्यर्थि अर्थाभाव अत्यय सम्प्रति शब्दाप्रादुर्भाव पश्चात् यथा आनुपूर्वयोगपद सादृशसम्पत्ति साकल्य अन्तवचनेषु अव्ययीभावसमासविधायकसूत्रे सादृश्य अर्थः पुनः उक्तः किमर्थं यथार्थसादृश्यम् अपि च सूत्रस्थं सादृश्यं द्वयो भेदकः इदानीम् उक्तवती यदि यथा अव्ययी विभक्तिसमीपसमृद्धि इति यदि वयं दृष्टवन्तः तत्र यथा तस्य चत्वारि अर्थाः आगतवन्तः. एकमस्ति योग्यपदं, द्वितीया अस्ति विपासा, तृतीयमस्ति यथाशक्तिम् अनधिकृत्य योगपद्य वीप्सा अनतिकृत्यम् सादृश्यम् इति चत्वारि चत्वारः अर्थाः वयं दृष्टवन्तः. सादृश्यम् इति यथा पदेन इति अन्तर्भूतम् आसीत्. पुनः कथं सादृशम् इति सूत्रे अपि अन्तर्भूतम् अस्ति. तस्य को अर्थः अस्ति, भेदकः अस्ति, यथा पदे यत् सादृशम् अस्ति वा सूत्रे यत् सादृशम् अस्ति तस्य को भेदः अस्ति वा इति तस्य समाधानम् अधोभागे अस्ति. अस्य समाधानं यत् यत्र सादृशार्थगौणः अप्रधान तत्रापि समासः भवतु इति कृत्वा पुनः द्वितीयवारं सादृश्यम् इति सूत्रे उक्तं. यदि वयं वदामः एषः अस्माकं मित्रम् एव सदृश अस्ति तर्हि अत्र सादृश्यं गौणं सादृश्यवान् पुरुषप्रधान अस्ति. यदि वयं वदामः तस्मिन् पुरुषे अस्माकं मित्रस्य समानता अस्ति तर्हि तत्र सादृश्यं प्रधानं, सादृश्यवान् पुरुष अप्रधान एवं च सादृश्यं गौणम् अथवा प्रधानं भवति. द्वयोः अवस्थायां समासं कर्तुं सादृशार्थे पुनः समासस्य विधानं कृतः सूत्रे. सूत्रस्य सादृश्यं गौणसादृश्यं सूचयति, यथार्थे सादृश्यं प्रधानसादृशं सूचयति. अत्र दत्तमस्ति सादृश्यम् इति यत् वाक्यं वयं योजयामः तत्र गौणरूपेण योजयामः वा प्रधानमाध्यमेन योजयामः तस्य भेदः अस्ति. यदि सादृश्यम् इति प्रधानमाध्यमेन वदामः तत् भवति यथार्थे यथा यथा अस्मिन् मम मित्रे सादृश्यं मम मित्रे मम भ्रातुः सादृश्यम् अस्ति इति वयं यदि वदामः तत्र सादृश्यं गौरवं भवति. सादृश्यं प्रधानं भवति, प्रधानं भवति यदि सादृश्यम् इति तस्य अर्थ समानता आगच्छति. वाक्ये समानता सादृश्यं प्रथमविभक्त्यम् आगच्छति प्रधानम् इति. यदि गौरवं वदामः तत्र सादृश्यम् इति भावः वा गुणः अस्ति कस्मिन् पुरुषे वा अस्ति यथा अत्र अधोभागे तत्र उदारद्वयम् अस्ति भगिनि तत् पठामः तदा वक्तुं शक्नुमः. यथार्थे सादृश्यस्य यथार्थे सादृश्यं प्रधान्य प्रद्मुने स हरि दरिदृश्यते. दरिदृश्यते इति यगन्तरूपं दृश्यधातोः. अस्मिन् वाक्ये सादृश्यमेव कर्ता अस्ति, कर्ता एव वाक्ये प्रधान भवति. अतः अत्र सादृश्यं प्रधानम् अस्ति, सादृशवान् पुरुष अप्रधानम्. वेदानम् अस्ति पद्मने स हरि दरिदृश्यते. दरिदृश्यते इति क्रियापदम् अस्ति अङन्तरूपं. पद्मने स हरि, स हरि इति हरि सादृशं दृश्यते इति पद्मने. सो अत्र सादृशम् इति प्रधानम् अस्ति. सो प्रद्मुने इति तस्मिन् अस्ति. सो प्रद्मुनस्य प्रधानता नास्ति. प्रद्मुनस्य हरिदर्शस्य अधिकरणम् अस्ति इदानीं. तत्र सहरि तस्य प्रथमविभक्तिः अस्ति. तस् अस्ति कर्ता, अस्य तस्य भवति प्रधानता इति यथार्थ अर्थे आगच्छति. स हरि अत्र सो प्रद्मिने हरि हरेः सदृशं हरिणा सदृशम् अस्ति इति हरेः सदृशम् अस्ति. हरेः सदृशं सत्यं हरेः सदृशम् अस्ति सादृश्यं हरेः सादृश्यम् असदृश्यम् द्वितीयपरिच्छेदः भवति यत्र सूत्रे स्थितसादृश्यस्य विषये तु सादृश्ययुक्तस्य प्राधान्यम् अस्ति. सहरि प्रद्मुनः गुणवान् आसीत्. अस्मिन् वाक्ये प्रद्मुनः यः कर्ता अस्ति स एव प्रधान अस्ति. प्रद्मुनः हरि इव सदृश अस्ति. सादृश्यं गौणं प्रद्मुनस्य प्रधानता अस्ति. इदानीं यः पुरुषः प्रद्मुनः अस्ति, गुणवान् अस्ति, सः हरि अस्ति. अत्र प्रद्मुनः तस्य प्रधानता अस्ति, सः कर्ता अस्ति, तस्मिन् हरि इव समानता अस्ति. अत्र यथा सूत्रे अर्थं दत्तम् अस्ति सादृश्यस्य, हरिणा सह इति तत्र आगच्छति सदृशता, तत्र गौणम् इति वयं वदामः. यत्र गौणं अर्थम् आगच्छति सादृश्यस्य, तत् अस्ति सूत्रे सादृश्य अर्थं. यत्र प्रधान अर्थः आगच्छति तत् सूत्रे यथा इति अस्मिन् अजभूत अस्ति. साधु समीचीनं भगिनि, उत्तमम्, उत्तमरीत्या प्रतिपादितवती. अत्र द्वयो स्थानयोः तत्र यद्यपि तत्र गौणत्वं तन्त्रं प्रधानत्वम् अस्ति इति कृत्वा वयं भेदं साधयामः, तथापि उभयत्र तत्र समासः भवति एव इति एव तत्र मुख्यवार्ता. यथा पदे अलौकिकविग्रहवाक्य तस्य षष्टिविभक्तिः आगच्छति. हरेः सादृश्यं तत्र कुर्मः, सामान्यतया कुर्मः. गौण अस्ति अस्ति वा, प्रधान अर्थे अस्ति वा, विना चिन्तनं कुर्मः, तत्र दोषः न भवति. यत् गौणम् अस्ति यत् पुरुषे अस्ति तत्र तृतीया विभक्तिः हरिणा सह इति भवति सत्यम्. आं तृतीया एकत्र हरेः सदृशम्, अत्र अन्यत्र हरिणा इति भवति. हरिणा सदृशं, हरिणा सह सादृश्यम् इति भवति. अस्तु, अत्र त्यजामः. तावदेव कृतवती भगिनी अपि. अस्तु, समीचीनम्. अस्तु, वयम् अत्र स्थगयामः. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः, धन्यवादः महोदय.